सर्वेषां सम्भाषणसंस्कृतवर्गं प्रति स्वागतम्। आरम्भे एकं सुभाषितं श्रावयति भगिनी। भगिनी श्रावयतु। आं भगिनि। विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं विद्याभोगकरी यशस्सुखकरी विद्या गुरूणां गुरुः विद्याबन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसुपूज्यते न तु धनं विद्याविहीनः पशुः। ॐ गुरुभ्यो नमः। धन्यवादः भगिनी, उत्तमं। किम् उक्तवती भगिनी? सुभाषितं पठति इति उक्तवती। अधुना भगिनी पठितवती, अधुना भगिनी सुभाषितं पठितवती, अथवा अधुना भगिनी सुभाषितम् अपठत्, कर्तरिप्रयोगे वदामश्चेत् तथा वाक्यानि निर्मातुं शक्नुमः। यदि कर्मणि प्रयोगे वक्तुम् इच्छामश्चेत् भगिन्या सुभाषितं पठितं कर्मणि प्रयोगे वाक्यं भवति। किन्तु तदेव वाक्यं भिन्नरीत्या वक्तुमिच्छामश्चेत्, इत्युक्ते क्रियापदस्य विभागं कृत्वा वक्तुमिच्छामश्चेत् अथवा क्रियापदस्य विभजनं कृत्वा वक्तुमिच्छामश्चेत् भिन्नरीत्या, कथं भवति? भगिनी सुभाषितस्य पठनं कृतवती, भगिनी सुभाषितस्य पठनं अकरोत्, अधुना सुभाषितस्य पठनं अकरोत्, अथवा भगिन्या सुभाषितस्य पठनं कृतं, भगिन्या सुभाषितस्य पठनं अभवत्। तादृशरीत्या, इत्युक्ते विषयः तु एकः एव, किन्तु विभिन्नरीत्या वक्तुं शक्नुमः। इत्युक्ते क्रियापदस्य विभजनं कृत्वा, क्रियापदस्य विभागं कृत्वा वक्तुं शक्नुमः। तदेव अस्याः संस्कृतभाषायाः सौन्दर्यम् अथवा सौलभ्यम्। केवलं किञ्चित् जानीमश्चेदेव विभिन्नरीत्या वाक्यानि निर्मातुं शक्नुमः। यदि वयं दशलकारान् जानीमश्चेत् इतोपि सुन्दररीत्या नूतनानि वाक्यानि निर्मातुं शक्नुमः। तदेव अत्र भाषायाः सौन्दर्यम् अस्ति। अत्र प्रकृतविषयः कः इत्युक्ते क्रियापदस्य विभज्यप्रयोगः इति अद्यतनविषयः। गते सप्ताहे वयं सङ्ख्यानां प्रसङ्गे किञ्चित् पठितवन्तः। सङ्ख्यानां प्रसङ्गे बहु किमपि अध्येतव्यमस्ति, किन्तु इत्युक्ते तस्य कृते एकं प्रकरणमेव अस्ति, सङ्ख्याप्रकरणं नाम्ना एकं प्रकरणमेव अस्ति। किन्तु वयं संक्षेपरीत्या अथवा स्थूलरीत्या सङ्ख्यानां चिन्तनं कृतवन्तः। तत्र ज्ञातव्याः अंशाः बहवः सन्ति। नवपञ्चाशत्तमे पुटे तत्र अधोभागे चतस्रः सङ्ख्याः दत्ताः। बृहत्यः सङ्ख्याः कथं वक्तव्याः, कथम् उच्चारणीयाः इति प्रश्नः उदेति। तत्र कोऽपि क्रमः अस्ति वा, कोऽपि क्रमः पालनीयः वा? तत्र संस्कृतभाषायां कीदृशक्रमः अस्ति? बृहत्तीनां सङ्ख्यानाम् उच्चारणसमये कीदृशक्रमः पालनीयः इति किञ्चित् एकवारं चिन्तयामः। तस्मिन् प्रसङ्गे अवगन्तुं सर्वे तत्पुटं पश्यन्तु। पुटसङ्ख्या अस्ति नवपञ्चाशत्तमं पुटं पश्यन्तु, इत्युक्ते 59 पेज्। तस्य पुटस्य अधोभागे चतस्रः बृहत्यः सङ्ख्याः दत्ताः, तत्र तेषाम् उच्चारणं कथं भवति इति अद्यतनविषयः। आरम्भे तस्मिन् प्रसङ्गे किञ्चित् चिन्तनं कुर्मः, तदनन्तरं क्रियापदस्य विभज्यप्रयोगः इति विषयं प्रति सरेम। भगिनि, अहं प्रयत्नं कृतवती, परन्तु दोषः अस्ति वा न वा न जानामि। चिन्तयामः भगिनी, भवती एव करोतु। अत्र एकस्याम् अक्षौहिण्यां कति गजाः सन्ति, वदतु कति गजाः सन्ति? प्रथमे I'll tell in English the sankhe, then the samskruta anuvada, adu anuvadam karomi. 21,800 and 70 gajah elephants. That's what I have written is I took the from unit list to the 100 shata sthanam swikrutavati pratamatah ashtashata saptati adhika ekavimshati sahasram. That's what I wrote. I'm not very sure how it should be taken. उत्तमं तदेव तस्मिन् प्रसङ्गे भवती वक्तुम् इच्छति वा नो चेत् अहं किञ्चित् वदामि धन्यवादः उत्तमं तादृशरीत्या एव वक्तव्यम् अत्र साधारणतया अन्यासु भाषासु भिन्नरीत्या वदामः कथम् आङ्ग्लभाषायां वदामश्चेत् अत्र एकविंशतिसहस्रं तस्मात् अधिकाः गजाः एकस्याम् अक्षौहिण्यां सन्ति इति दत्तमस्ति एकविंशतिसहस्रम् इति वदामः अत्र आङ्ग्लभाषायां वदामश्चेत् 21,000 इति वदामः इत्युक्ते 20+1 इति वदामः तत्र किन्तु संस्कृतभाषायाम् एकविंशति इति वदामः तत्र एकविंशति इति कथनेन तत्र एकाधिकविंशतिः इति भवति एकाधिकविंशतिः इति वक्तव्यं तत्र इत्युक्ते अधिक इति पदं यद्यपि नास्ति तथापि तत्र मध्यमपदलोपि कर्मधारयसमासः इति नाम्ना एकः समासः अस्ति तत्र शाकपार्थिवादीनाम् इति शाकपार्थिवः नाम्ना एकं समस्तपदमस्ति तथा एव अत्रापि एकाधिकविंशतिः इति वक्तव्यम् तत्र अधिक इति पदस्य लोपः भवति इति कृत्वा मध्यमपदलोपि समासः भवति तत्र बृहतीनां सङ्ख्यानां प्रसङ्गे अपि तादृशी व्यवस्था एव पालनीया अत्र पश्यन्तु अन्ते किमस्ति सप्ततिः इति अस्ति सप्तति अधिक यदि वयं सन्धिं कृत्वा वक्तुमिच्छामश्चेत् यण् सन्धिः भवति सप्तत्यधिक सप्तति अधिक इति पृथक्तया वदामश्चेत् किन्तु सन्धिं कृत्वा वदामश्चेत् सप्तत्यधिक तदनन्तरम् अष्टशत अधिक अष्टशतमस्ति अष्टशत अधिक तत्रापि सन्धिं कुर्मः चेत् अष्टशताधिक सप्तत्यधिक अष्टशताधिक एकविंशतिसहस्रम् इति भवति इत्युक्ते तत्र पृथक्तया अपि वक्तुं शक्यते सन्धिं कृत्वापि वक्तुं शक्यते सप्तत्यधिक अष्टशताधिक एकविंशतिसहस्रम् इति भवति तत्र अधिक इत्यस्मिन् स्थाने उत्तर इति पदमपि योजयित्वा वक्तुं शक्नुमः कथं शुभदा भगिनी वदतु भगिनि अष्टशत उत्तर अष्टशतोत्तर सप्तत्युत्तर आरम्भे सप्तति उत्तर सप्तत्युत्तर अष्टशत उत्तर अष्टशतोत्तर एकविंशतिसहस्रम् उत्तमम् अत्रापि उत्तर अधिक इति पदस्य स्थाने उत्तर अपि योजयित्वा वक्तुं शक्यते तत्र अपि च तत्रापि सन्धिं कृत्वा वक्तुं शक्नुमः तत्र कीदृशसन्धिः भवति सप्तत्युत्तर तत्र यण्सन्धिः भवति अष्टशतोत्तर तत्र गुणसन्धिः भवति सन्धिद्वयं कृत्वा एकविंशतिसहस्रम् इति अपि वक्तुं शक्यते केचन जनाः मिश्रणं कृत्वा वदन्ति कथम् इत्युक्ते सप्तत्यधिक अष्टशतोत्तर इत्युक्ते द्वयोः पदयोः मिश्रणम् उत्तर अधिक अनयोः पदयोः मिश्रणं कृत्वापि केचन जनाः वदन्ति तत्र भूमा भगिनी अत्र एकस्याम् अक्षौहिण्यां कति रथाः सन्ति वदतु अधुना सप्तत्यधिक अष्टशताधिक एकविंशतिः गजाः सन्ति एकविंशतिसहस्रम् ओ एकविंशतिसहस्रं गजाः सन्ति सप्तत्यधिक अष्टशतोत्तर एकविंशतिसहस्रम् एकः नियमः अस्ति नियमः कः इत्युक्ते अङ्कानां वामतो गतिः इति नियमः अस्ति अङ्कानां वामतो गतिः इति नियमः पालनीयः तत्र. किन्तु अहं पुस्तके पठितवती, तदर्थं वदामि. अङ्कानां वामतो गतिः इति नियमः पालनीयः कुत्रचित्. पुस्तकेषु दक्षिणगतिः अपि दृश्यते. साधारणतया प्रादेशिकभाषासु दक्षिणगतिः दृश्यते, किन्तु संस्कृतभाषायां सङ्ख्यानां वामतः पठनीयः. इत्युक्ते प्राचुर्येण अथवा प्राधान्येन संस्कृतभाषायाम् अङ्कानां वामतो गतिः इति नियमः सर्वदा पालनीयः. तृतीया सङ्ख्या अस्ति. एकः प्रश्नः भगिनि, अत्र तु 7+8 आयाति, तत्र सन्धिः न अभवत् भगिनि? पश्यतु, सप्तत्यधिक सप्ततिः इति वयं जानीमः. सप्ततिः इत्युक्ते 70, सप्तति अधिक. तत्र सन्धिं करोतु. तत्तु अवगतं, यण् सन्धि आयाति, यकार. तदनन्तरम् अष्टशत उत्तर, किन्तु योगः 8, तत्र मध्ये इत्युक्ते अधिक इति पदं योजयामश्चेत् शतयोगः अधिक शताधिक. अधिकपदं योजयामश्चेत् सवर्णदीर्घसन्धिः भवति. उत्तर इति पदं योजयामश्चेत् गुणसन्धिः भवति. शतोत्तर, शता प्लस् उत्तर शतोत्तर, शता प्लस् अधिक शताधिक. सप्तत्युत्तर अष्टशताधिक 21,000 इति भवति. अग्रे वदतु, एकस्याम् अक्षौहिण्यां कति अश्वाः सन्ति? 10+6,000. चिन्ता मास्तु, भवती शृणोतु. अत्र शोभा भगिनी किञ्चित् प्रयत्नं करोतु. आं भगिनि, 10+6,000 अपि च 65,000 न क्षम्यताम्, 10+6,000 समीचीनं वा? उत्तमम्. प्रथमतया सर्वत्र अधिक इति पदं योजयित्वा वदतु, तदनन्तरम् उत्तर इति पदं योजयित्वा वदतु, तदनन्तरं मिलित्वा वदतु. अस्तु, 10+6,000 पञ्चषष्टिसहस्रम् उत्तमम्. अपि च मिलित्वा इति वा? मिलित्वा वदतु. 10+6,000 इति वा? दशोत्तरषट्शताधिक 65,000. उत्तमं, तादृशरीत्या वक्तुं शक्नुमः, अधिक योजयित्वा अथवा उत्तर योजयित्वा अथवा मिलित्वा, द्वयोः मेलनं कृत्वा अपि वक्तुं शक्यते. अत्र किं भवति, 65,000 इति अन्ते आयाति. इत्युक्ते 10+6,000 तादृशरीत्या वक्तव्यं भवति इति विषयः. भगिनी, एकम् अन्य प्रश्न भगिनी, क्षम्यता. वदतु. यथा आङ्ग्लभाषायां काचन वदामि इति वदति इति 101 1002 इति एकं इति रीत्या संस्कृतभाषायां भवितुम् अर्हति भगिनि. अहं चिन्तयामि आङ्ग्लभाषायां कथं वदामः 65,610 इति वदामः. आरम्भे किं वदामः 65,000s इति आरम्भे आयाति. प्रादेशिकभाषासु अपि तादृशरीत्या एव वदामः, किन्तु संस्कृतभाषायाम् अङ्कानां वामतो गति इति नियमेन अत्र 21,000 इति पदम् अन्ते आयाति. दशाधिक अत्र दीर्घसङ्ख्या अस्ति चेत् उच्चारणसमये अवगमनं दातुं कष्टः भवति किल, टु रिमेम्बर् आल् द यूनिट् प्लेस्. इफ् इट् रन्स् टिल् मिलियन् आर् कोटि, इट् विल् बिकम् आल् द मोर् दीर्घ अण्ड् स्मरणं क्लेशः भवति इति मन्ये. दशाधिक ओके यूनिट् वि अण्डर्स्टुड्. देन् षट् शताधिक ओके, बट् वी विल् नाट् नो टिल् हौ लाङ्ग् इट्स् गोयिङ्ग् टु बि. When we start with the 30 million, we know the approximate number there itself. But here, one by one, ekam, uktva vadati kila, klesha anubhavam. Ijukte sudirgham vakyam bhavati iti vishayaha, kintu tadusha ritya eva vaktavyam iti aham pathitavate tadardhum. Tadardhum. पुनः सूत्रं वदतु. अङ्कानां वामतो गतः गतिः. गतिः इत्युक्ते गम् धातोः क्तिन् प्रत्ययान्तरूपं गतिः. अत्र अङ्कानाम् अङ्कानाम् इत्युक्ते वदतु विभक्तिः का. अङ्कानां षष्टि बहुवचनम्. उत्तमं. वामतः वामतः वयं जानीमः वामतो, तत्र विसर्गस्य स्थाने ओकारः आयाति. गम् धातोः रूपमेव गतिः. अङ्कानां वामतो गतिः इति नियमेन अत्र ईदृशरीत्या वक्तव्यानि. धन्यवादः. भवती एव प्रयत्नं करोतु. अत्र चतुर्थी संख्या इति वक्तव्यं. वयं पठितवन्तः गते सप्ताहे चतुर् इति प्रातिपदिकमस्ति. स्त्रीलिङ्गे पुंलिङ्गे नपुंसकलिङ्गे रूपाणि वदतु आरम्भे चतुर्शब्दस्य. चतुर्नित्य बहुवचनं. चत्वारः एक प्रथमाविभक्ति बहुवचनं पुल्लिङ्ग. चतस्रः स्त्रीलिङ्गं. चत्वारि नपुंसकलिङ्गम्. उत्तमं. त्रिषु लिङ्गेषु रूपाणि भिद्यन्ते. अपि चत्र पूर्णप्रत्ययान्तपदमस्ति. तत् किम् इत्युक्ते चतुर्थं नपुंसकलिङ्गे इत्युक्ते फोर्त् इति वदामश्चेत् चतुर्थं. पुंलिङ्गे चतुर्थः, स्त्रीलिङ्गे चतुर्थी भवति. चतुर्थी भवति. कुत्रचित् पश्यन्तु स्त्रीलिङ्गे रूपाणि प्रथमा द्वितीया तृतीया इति वदामः, किन्तु चतुर्थी भवति. तत्र चतुर्था इति न वदामः, चतुर्थी. चतुर्थी संख्या पठतु. अत्र चतुर्थी संख्या का. पञ्चाशीत्यधिक त्रिशतं नव नवसहस्रं दश. भवती चिन्तयतु भगिनी. वेदा भगिनी एकवारं वदतु अत्र संख्या कथम् उच्चारणीया. पञ्चाशत् अधिक त्रयशत् अधिक त्रीणि त्रयशत् अधिक त्रीणि इति पदस्य प्रातिपदिकं किं त्रि त्रि त्रि इति प्रातिपदिकम् अस्ति इति कृत्वा त्रिशताधिक त्रिशताधिक त्रिशताधिक 109,000 शक्नोति वा नवसहस्राधिक नवसहस्राधिक एक लक्ष वा एकलक्षम् एकलक्षम् एकलक्षम् ओके पञ्चादशाधिकं पञ्चादशाधिक त्रिशताधिक नव नव नव सहस्राधिक एक लक्षम् पञ्चाशदधिक अत्र पञ्चाशत् इति वयं जानीमः सन्धिं कृत्वा वदामश्चेत् पञ्चाशत् योगः अधिक पञ्चशताधिक पञ्चाशताधिक पुनः उत्तर योजयित्वा पञ्च पञ्चदश अधिक पञ्चदशाधिक अष्ट न पञ्चदशाधिक अत्र पश्यतु पञ्चदश इत्युक्ते ओ पञ्चदश इत्युक्ते न न न सोरि पञ्चदश इत्युक्ते फिफ्टीन् फिफ्टीन् अत्र तु अत्र किमस्ति पञ्चाशत् पञ्चाशताधिक त्रि त्रि त्रि त्रिशत उत्तर त्रिशत उत्तर नव नव सहस्र नवसहस्राधिक नवसहस्र उत्तर सहस्रोत्र नवसहस्रोत्र एकलक्षम् पश्यन्तु पञ्चाशत् अस्ति पञ्चाशत् योगः अधिक पञ्चाशत् अधिक तत्र दीर्घत्वं न भवति पञ्चाशत् अधिक अथवा पञ्चाशदुत्तर त्रिशतोत्तर त्रिशतोत्तर नवसहस्रोत्तर एकलक्षम् तथा अपि च अत्र पञ्चाशत् अधिक जष्ट्वसन्धि अपि कर्तुं शक्यते वा पञ्चाशदधिक वंशीसुधा भगिनी भवत्याः चिन्तनं किम् अत्र सन्धिः भवति वा कुत्र भगिनी पञ्चाशत् योगः अधिक सन्धि न भवति भगिनि तत्र वर्णमेलनमेव भवति आं भगिनि तत्र सन्धि न भवति पञ्चाशत् योगः अधिकः केवलं वर्णमेलनमेव भवति वर्णमेलनं पञ्चाशत् अधिक पञ्चाशत् अधिक त्रिशताधिक त्रिशताधिक नवसहस्राधिक एकलक्षम् इति वा यथा वयं कालं वदामः सार्धपञ्चवादनं पादोनपञ्चवादनं तादृशरीत्या वदामः तादृशरीत्यापि अत्र वक्तुं शक्नुमः कथम् इत्युक्ते अत्र 350 इति अस्ति 350 कथं वदामः सार्ध त्रिशतोत्तर सार्धत्रिशतोत्तर नवसहस्रोत्तर एकलक्षम् इति अपि भवति अपि एकलक्षं समस्तपदं किल एकं लक्षम् एकलक्षम् एकलक्षम् एकलक्षम् अत्र सार्ध इति पदं योजयित्वा अपि वक्तुं शक्नुमः अथवा ऊन ऊन इति पदमपि योजयित्वा वक्तुं शक्नुमः कथम् इत्युक्ते पञ्चाशत् ऊन चतुश्शतोत्तर 350 इत्युक्ते 50 लेस् देन् 400 पञ्चाशत् ऊन चतुश्शतोत्तर नवसहस्रोत्तर एकलक्षम् यथा वयं समयं वदामः तस्मिन् प्रसङ्गे ऊन सार्ध तादृशरीत्या वदामः तथा एव अत्रापि कर्तुं शक्यते भगिनी तत्र क्षम्यताम् एकोन शतसहस्रमपि वक्तुं शक्नुमः किल अन्ते पञ्चाशतोत्तर अथवा यथा भवती उक्तवती पञ्चाशत् नून चतुस्सहस्र एकोन शतसहस्र अधिक उत्तर अथवा अधिक इत्युक्ते एतावता विभिन्नरीत्या वक्तुं शक्यते. अत्र ऊन योजयित्वा वदामश्चेत् पञ्चाशत् ऊन चतुश्शतोत्तर क्षम्यताम् दोषः आसीत् एकोन तत्र एकोन भवति चेत् 110 नीडेड् तत्तु शत नास्ति. Yeah, that will be complicated to say. Bhagini, Gomati asmi. Pancha shat adhika. Trinavati sahasrottara eklaksham vaktum possible. Trinavati hi chukte sankhya ka vadatu. Trinavati hi. 9300 इत्युक्ते भिन्नभिन्नरीत्या वक्तुं शक्यते. आहत्य मम आशयः तु एवमस्ति यत् अङ्कानां वामतो गतिः इति नियमः पालनीयः, अपि च अधिकपदं योजयित्वा वक्तुं शक्यते, उत्तरपदमपि योजयित्वा वक्तुं शक्नुमः, अथवा द्वयोः मेलनं मिश्रणं कृत्वा वक्तुं शक्नुमः, अपि च ऊन पदं वदतु. एतत् संवत्सरस्य नाम 2020 इत्युक्ते विंशत्यधिक शतं वा 2000 like that. Or vimshatyadhika dvisahasram. No, it is vimshati. 2000. Can we say dvisahasram? Vimshatyadhika dvisahasram. Can we say? Vimshatyadhika dvisahasram. Okay, this year. Avagatam. Dhanyavada. Bhagini, yadi sankhya लिखामश्चेत् आङ्ग्लभाषायां तु अन्ते त्रीणि संख्या तदनन्तरं कामा तदनन्तरं त्रीणि तदनन्तरं कामा 3333 किन्तु हिन्दीभाषायामपि संस्कृतभाषायाम् अहम् इति पश्यामि अन्ते तु त्रीणि इत्युक्ते सहस्रं देन् कामा देन् इन् दे कम् इन् टूस् देन् कामास् इत्युक्ते तदेव साधु भगिनि. ग्रूप्स् आफ् त्री इस् अ वेस्टर्न् स्टैल् ऐ गेस्. हा, ग्रूप्स् आफ् 109,000. हा, बट् इन् इण्डिया ऐ हव् सीन् लास्ट् त्री इस् ग्रूप्ड् एण्ड् देन् टु आफ्टर् एव्री टु देर् विल् बि अ कामा. सो इस् दट् दि ओन्ली वे टु राइट् आर् द बेस्ट् वे टु राइट् आर् Is that how you are supposed to say? मम अवगमनं तु प्रादेशिकभाषासु भिन्नरीत्या वदामः, किन्तु संस्कृतभाषायाम् ईदृशरीत्या एव वक्तव्यम् इति विषयः. साधारणतया आङ्ग्लभाषायां 1,09,350 इति वदामः, 1 lakh इति पदात् आरभ्य वदामः, किन्तु संस्कृतभाषायाम् 1,00,000 इति पदम् अन्ते आयाति. न देट् इस् आं भगिनि, तत्तु सत्यं, किन्तु यदि संख्या एव लिखामश्चेत् तदि अहं तत् विषये संस्कृतभाषा 24,000 श्लोकास् वाल्मीकि रामायणं 24,000 चतुर्विंशतिसहस्रं 100 like unit 10 and 100 then we put a comma and as we go to the left for the left we put comma for 22 like sahasram dashasahasram laksham dashalaksham koti dashakoti like that 22 there is western system dashalaksha they put 1 million so 333 they put comma Like in all Indian languages, first three comma, you from unit place, then all two, two, two, we do, no? Tata eva samskruta, samskrutayam pi praniyam va, samskruta eva. Tadeva. Samskruta sankhya likitum ichati che, tat vidam, tat kramam anusaramaha kila. संस्कृतभाषायाः संस्कृतभाषायां तु कोमा कोमा नास्ति अल्पविराम शैली भिन्नः अस्ति भिन्ना अस्ति शैली भिन्ना अस्ति इति विषयः सर्वे किञ्चित् अभ्यासं कुर्वन्तु अन्याः सङ्ख्याः दृष्ट्वा किञ्चित् अभ्यासं कुर्वन्तु अभ्यासने एव तत्र सौलभ्यं भवति अग्रे सरेम भगिनि एकः प्रश्नः तत्र शतोन इति शतोन वदनेन अर्थः किम् अनेन अर्थः किम् ऐ मीन् शतोन इत्युक्ते शतः किञ्चित् न्यूनं भवति वा अत्र अत्र ऊनपदं योजयित्वा वदामश्चेत् अत्र चतुर्थी संख्यां वदामश्चेत् तत्र पञ्चाशत् ऊन चतुश्शतोत्तर इत्युक्ते 50 लेस् देन् 400 तत् नास्ति तत् नास्ति भगिनि अन्यः प्रश्नः यदि अष्टनवतिः जनाः सन्ति तत्र शतोना इति वक्तुं शक्यते वा मया न अवगतः प्रश्नः न तत्र यदि कुत्रचित् अष्टनवतिः जनाः सन्ति तत्र अष्टनवतिः इति वक्तुं न इच्छामि तत्र शतोन इति वक्तुं शक्यते वा शतोन इत्युक्ते 100 लेस् इति किल वदतु कोऽपि उक्तवन्तः शतोन इति वक्तुं शक्यते किञ्चित् न्यूनं शतस्य किञ्चित् न्यूनम् अस्ति चेत् शतोन वक्तुं शक्यते वा इति न जानामि अतः पृच्छन्ति अस्तु अत्र पश्यतु भगिनि अत्र शतोन इति कथनेन शतम् ऊन ऊन इत्युक्ते लेस् 100 लेस् इति भवति वा तत्र पञ्चाशत् ऊन इति पञ्चाशत् ऊन इति साधु वा close to 100 it's when we want to say that close to 100 if the number is 98 can we say 2 less than 100 in sanskrita how do we say it instead of 98 vadatu bhagini lata bhagini vadatu kadam vakta instead of 98 can we say dvi una or dva una I don't know how to say dva una dvi una shatam dvi una शतं विल् बिकम् 98 किल तथा एव लिस्नर् केल्क्युलेट्स् हौ मच् ऊना एण्ड् वाट् इस् नम्बर् एव्रिबडि गेट्स् कन्फ्यूस्ड् ऐ थिंक् वंशीसुधा भगिनी भवत्याः प्रश्नः अत्र पुनः वदतु अत्र वयं न भगिनि वयं धातुपाठे पठितवन्तः 2000 धातुना सन्ति परन्तु तत्र 2000 किञ्चित् न्यूनमस्ति 2000 इति नास्ति तत्र 2000 ऊन इति वक्तुं शक्यते वा इति मम प्रश्नः अत्र पश्यतु अत्र साधारणतया ऊन इति न वदामः किं वदामः उपद्विसहस्रम् इति वदामः उपद्विसहस्रम् इति कथनेन अव्ययीभावसमासः भवति कथम् इत्युक्ते भवती जानाति एव समीपार्धे उप इति अव्ययपदस्य प्रयोगः भवति इति कृत्वा संस्कृतभाषायाम् उपद्विसहस्रं धातवः सन्ति उपद्विसहस्रम् इति एकमेव पदमस्ति समस्तपदं भवति उप इति पदं तस्मिन् समस्तपदे समीपार्धे प्रयुज्यते अवगतं भगिनि तदेव मम प्रश्नसूत्रम् उपशतजनाः इति भगिन्याः उत्तरः अस्ति भगिनि उत्तमम् शोभा भगिनी अत्र अधुना पुनः वदतु भगिन्याः प्रश्नस्य उत्तरं वदतु. उपशत तत्र समस्तपदम् इति मन्ये उपशतजनाः उपशतम् उपशतम् ओ अस्तु उपशतं जनाः तत्र तिष्ठन्ति अथवा भवन्ति इति. उत्तमं तावदेव. Approximately 100. It is like saying that, no? Near 200. उत्तमं तावदेव. अग्रे सरेम. अग्रिमे पुटे शीर्षकमस्ति अभ्यासं करोतु. उपशीर्षकमस्ति क्रियापदस्य विभज्यप्रयोगः इति दत्तमस्ति. अत्र अरुणभगिनी पाठः अष्टादशः पाठः पुटसङ्ख्या अस्ति षष्टिः. षष्टिः इति कथनेन तत्र अल्पप्राणटकारः वक्तव्यः. षष्ठिः इति असाधुप्रयोगः. षष्टिः तत्र केवलम् अल्पप्राणटकारः वक्तव्यः. पुटसङ्ख्या षष्टिः. सिक्स्थ् इति वदामश्चेत् षष्ठः इति भवति पुंलिङ्गे. स्त्रीलिङ्गे षष्ठी भवति. नपुंसकलिङ्गे षष्ठं भवति. सिक्स्थ् इति पदस्य रूपाणि त्रिषु लिङ्गेषु षष्ठः षष्ठं षष्ठी भवति. किन्तु अत्र षष्टिः इत्युक्ते अल्पप्राणटकारः लेखनीयः. वदतु. तत्र विभक्ति तु षष्ठी विभक्ति इति भवति किल भगिनि? षष्ठी विभक्तिः. उत्तमं. सिक्स्थ् इति वदामः पूर्णप्रत्ययान्तशब्दः. पूर्णप्रत्ययान्तशब्दः इत्युक्ते किम्? अहं पूर्वस्मिन् कक्षा नागतवती. तत्र चर्चा अभवत् वा भगिनी तत्र? न अभवत्. तस्य कृते तत्र अस्मिन्नेव पुस्तके अथवा अन्यस्मिन् पुस्तके एव विषयः अस्ति. पूर्णप्रत्ययान्ताः इति भिन्नविषयः. यथा एकम् इति वदामः किन्तु प्रथमः प्रथमा प्रथमम् इति वदामः फस्ट्. आङ्ग्लभाषायां वन् इस् डिफ्रेण्ट् किन्तु फस्ट् सेकेण्ड् थर्ड् इति भिन्नः. तथा एव अत्रापि पूर्णप्रत्ययानां प्रसङ्गे आर्डिनल् अण्ड् कार्डिनल् वन् भगिनी आर्डिनल् नम्बर्स् अपि च कार्डिनल् नम्बर्स् भगिनि. तदेव उत्तमम्. अरुणभगिनी भवती वदतु अभ्यासं करोतु इति वाक्यमस्ति, बहु लघुवाक्यं. तद्वाक्यं पठित्वा भवत्याः अवगमनं किम् अथवा भवती यद् जानाति तस्मिन् प्रसङ्गे वदतु. प्रयत्नं करोमि. अभ्यासं करोतु. अत्र करोतु क्रियापदं लोट् लकार प्रथमपुरुष एकवचनं. किं करोतु? सः करोतु. त्वं करोतु. सः करोतु पदं कर्तृपदं प्रथमाविभक्ति अस्ति. अत्र न दत्तम् अध्याहारं करणीयं. तदनन्तरम् अभ्यासम् इति कर्मपदम्. अत्र अभि आसम् इति पदम् अभि आसम् अत्र सन्धिका अस्ति. सन्धि अस्ति अभ्यासम्. प्रथमाविभक्त्यां वदतु रूपम्. अभ्यासः. उत्तमम्. अभ्यासः अभ्यासः अभ्यासः. उत्तमम्. इत्युक्ते अभ्यासः इति पुंलिङ्गपदमस्ति. तत्र यथा भगिन्या उक्तम् अभि उपसर्गपूर्वकः, आ उपसर्गपूर्वकः, असु इति एकः धातुः अस्ति. अनुबन्धलोपानन्तरम् अस् भवति. निरनुबन्धधातुः असु अस्ति. असु क्षेपणे इत्यस्मिन् अर्थे धातुः अस् धातुः अस्ति. तस्य रूपम् अस्यति. दिवादिगणीयधातुः अस्ति. अस्यति इति रूपं दिवादिगणे अस्ति. सः धातुः एव अस्मिन् पदे अस्ति. अभ्यासः. किन्तु अत्र कर्मपदमस्ति. कर्मपदं किमर्थम् इत्युक्ते क्रूधातुः सकर्मकधातुः अस्ति. अपि च क्रूधातोः मूलरूपं डुक्रोय्. निरनुबन्धधातुः क्रु. किन्तु सानुबन्धधातुः डुक्रुम् अस्ति. इत्युक्ते अनुबन्धवर्णानां लोपानन्तरं क्रू तत्र तिष्ठति सः धातुः सकर्मकधातुः इति कृत्वा अभ्यासं करोतु. यद्यपि कर्तृपदं नास्ति यदि वयम् इच्छामश्चेत् अध्याहर्तुं शक्नुमः. अत्र अभ्यासः भवति इति वाक्यं समीचीनम्. अभ्यासः अस्ति, अभ्यासः नास्ति. किमर्थमित्युक्ते अस् धातुः भूधातुः अकर्मकधातू स्तः, तदर्थं तत्र अभ्यासः भवति अभ्यासः नास्ति इति वाक्यमेव वक्तव्यम्. किन्तु अत्र अभ्यासः इत्युक्ते किम्? पुनः पुनः करणीयम्. अत्र अभ्यासः इति पदस्य कृते अन्यत् पदम् अहं दृष्टवती, आवृत्तिः. आवृत्तिः इति अन्यत् पदमस्ति अभ्यासप्रसङ्गे. अभ्यासः इत्यस्मिन् पदे सन्धिकार्यमस्ति, यण् सन्धिः भवति इको यण्चि इति सूत्रेण. अपि च अत्र अहं शब्दकोशं दृष्टवती, तदर्थं वदामि. अभ्यासः इत्युक्ते कः इति पश्यामश्चेत्, तस्मिन् विषये पुनः पुनः चित्तस्य स्थापनं, मनसः स्थापनं. कुत्र? एतस्मिन् विषये. एतस्मिन् विषये पुनः पुनः मनसः स्थापनम् एव अभ्यासः. अत्र अभ्यासः इति पदं पश्यामि चेत् मम मनसि एकः श्लोकः आयाति. अभ्यासेन तु कौन्तेय, वदतु. पूर्णतः न जानामि. उत्तमं, तदेव. अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते. कौन्तेय, कौन्तेय इत्युक्ते अर्जुन, कौन्तेय. अभ्यासेन वैराग्येण च गृह्यते. किं गृह्यते? गृह्यते इति कर्मणि लट्रूपं. किं गृह्यते? मनः. मनः गृह्यते. यु केन् कण्ट्रोल् युवर् मैण्ड् वित् अभ्यास एण्ड् वैराग्य इति परमात्मा वदति. अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते मनः. अत्र उपशीर्षकमस्ति, अरुणा भगिनी वदतु, उपशीर्षकं किम्? क्रियापदस्य विभज्यप्रयोगः. वदतु. अत्र क्रियापदस्य क्रियापदं तदा उदाहरणं दत्तम्, उपदिशति इति क्रियापदं कृत्वा वाक्यं कर्तुं शक्नुमः. परन्तु अन्यथा क्रियापदस्य विभज्य धातु उपयुज्य कार्यं कुर्मः. उत्तमम्. अत्र विभज्य इति लिखितमस्ति, वदतु. विपूर्वक धातु विपूर्वक अस्ति, हवि कृत्वा विभजनं कृत्वा प्रयोगः, क्रियापदस्य विभजनं कृत्वा प्रयोगः. उत्तमम्. अत्र वि उपसर्गपूर्वकः भज् धातोः रूपमेव विभज्य ल्यबन्तरूपमस्ति. तत्र साधारणं पदं वयं जानीमः, भज् धातोः रूपमेव भागः, विभागः. विभागः इत्युक्ते घञन्तरूपमस्ति. विभागं कृत्वा इति अपि वक्तुं शक्यते. क्रियापदस्य विभज्यप्रयोगः अथवा क्रियापदस्य विभागं कृत्वा प्रयोगः अथवा क्रियापदस्य विभजनं कृत्वा. क्रियापदस्य विभजनं कृत्वा इत्युक्ते तत्र घञन्तरूपं योजयित्वा वक्तुं शक्नुमः अथवा ल्युडन्तरूपं विभजनं कृत्वा इति अपि साधु एव. अत्र क्रिया इति पदं क्रूधातोः रूपमेव. क्रियते अनया, कार्यं क्रियते अनया क्रिया. क्रिया इत्युक्ते क्रियते अनया इति दत्तमस्ति. इत्युक्ते एतावता पृथक् कृत्वा एतानि वाक्यानि पुनः परिवर्त्य लिखामः. इत्युक्ते क्रियापदस्य विभजनं कृत्वा अत्र वाक्यानि लेखनीयानि. अत्र प्रथमं वाक्यं वदतु. प्रथमं वाक्यं भगिनी, एकनिमिषं क्षम्यतां भगिनी. भज् धातु गण, गण किं भगिनी? किं गणस्य भुवादिगणे एव भज् भज् अष्टाध्यायी तु अन्य अर्थः तु अन्य अत्र सेवायां भजति भजसेवायाम् अस्ति किन्तु भवती उक्तवती भाग इत्युक्ते विभज्य इति अर्थः एकं भिन्न अर्थः न भगिनि अत्र भज् धातोः रूपमेव भागः घञन्तरूपम् किन्तु अर्थः तु भिन्न भिन्नं सेवायां तु तत्र सेवायाम् इति नास्ति भगिनि तत् सम्बन्धे तत्र शब्दकल्पद्रुमे विभक्तिः इत्यस्य वियोगः भज इति अस्ति योगः तिन् प्रत्ययः भज इति भिन्नः धातु वा अथवा किमर्थं तादृशं दत्तम् अत्र विभक्तिः इति विभक्तिः इति वि उपसर्गपूर्वकः भज् धातुतः क्तिन् प्रत्ययस्य योजनेन विभक्तिः इति भवति किन्तु अत्र प्रश्नः अस्ति तत्र भज् इति नास्ति भज आपूर्वकः अस्ति भज इति क्षमताम् आपूर्वकः न भज इति हलन्तं नास्ति भज् इति भज अन्ते अन्ते अकारः अपि अस्ति अन्ते अकारः अपि अस्ति आम् इतु अत्र अयं धातुः कस्मिन् गणे अस्ति इति द्रष्टव्यं वि उपसर्गः अस्ति न वि उपसर्गयोजनेन भज् सेवायाम् अर्थः केन् बिकम् डिफ्रेण्ट् न सो इट् नीड् नाट् बि सेवायां अत्र वि उपसर्गस्य योजनेन तत्र अर्थः भिद्यते वा इति द्रष्टव्यं विभजनं तत्र अन्यः एकः धातुः अस्ति भज भज विश्राणने तत्र अर्थः दत्तमस्ति टु गिव् टु डोनेट् एण्ड् एट् द एण्ड् टु सेग्रिगेट् सो मे बि देट् इस् टु डिवैड् सेग्रिगेट् सो देट् इस् चुरादिगणे गणे अस्ति उभयपदी चुरादिगणे धातुः सकर्मक Oh, I could not find the bhaja. Yeah. Maybe that's what it is. Vishranane. I don't know the meaning of this, but to segregate that tamasti. Bhajayati. Tatra bhajayati. Bhajayati. Kintu drashtavyam. But here, bhaja can be anunasira ucharanam. Is it possible? Bhaja. It can become bhaja. तत्र किं भवति इत्युक्ते भज इति औपदेशिकधातुः अस्ति अनुबन्धवर्णानाम् अनुनासिकरूपानन्तरं भवति वदतु अत्र उपदेशे जुनुनासिक इत् तस्य लोपः इत्याभ्यां सूत्राभ्याम् अनुनासिक आकारस्य लोपः भूत्वा लौकिकधातुः भज् अत्र उपदेशावस्थायां तस्य रूपं भज अस्ति इति भाति किन्तु अयं धातुः कस्मिन् गणे इति अस्ति इति पुनः दृष्ट्वा एव वक्तुं शक्नोमि किन्तु यदि भवन्तः इच्छन्ति चेत् कृदन्तरूपनन्दिनी इति एकं पुस्तकमस्ति तत् पुस्तकं पश्यन्तु तस्मिन् पुस्तके धातूनां रूपाणि दत्तानि अपि च अत्र प्रथमं वाक्यम् अरुणा भगिनी पठतु आं भगिनि कृष्णः अर्जुनम् उपदिशति एकं वाक्यं तदपि अन्यत् लिखितमत्र कृष्णः अर्जुनस्य उपदेशं करोति तस्मात् पूर्वम् एकं वाक्यमस्ति पठतु सूचनां पठतु एतानि वाक्यानि सावधानतया पठत अवगच्छत च अत्र पठत अवगच्छत क्रियापद पदे द्वे पदे सः पठत लोट् लकार मध्यमपुरुष बहुवचनम् अवगच्छत अपि लोट् लकार मध्यमपुरुष बहुवचनरूपाणि अत्र कर्ता मध्यमपुरुषये बहुवचनं तम् इवां यूयं यूयं पठता यूयम् अवगच्छत च प्रथमं पठतु तदनन्तरम् अवगच्छन्तु पठन्तु अवगच्छन्तु एतानि वाक्यानि वाक्यानि वाक्यमिति नपुंसकलिङ्गपदम् अथवा बहुवचनं वाक्यानि कीदृशवाक्यानि एतानि वाक्यानि वाक्यानि अत्र दत्तम् एतानि वाक्यानि विशेषणविशेषसम्बन्धः सावधानतया अत्र तृति सावधानं सावधानतया अत्र प्रथमाविभक्त्यन्तं रूपं किं तदेव उपसर्गः अवधानम् उत्तमम् अत्र सावधानता इति स्त्रीलिङ्गपदम् अस्ति स्त्रीलिङ्गपदं तत् पदं कथम् आगतम् इत्युक्ते अवधानेन सह अवधानेन सह इति पदमस्ति अवधानम् इत्युक्ते किम् इति प्रश्नः उदेति अवधानम् इत्युक्ते विषयान्तरतः मनसः निवर्तनम् अवधानम् इत्युक्ते विषयान्तरतः मनसः निवर्तनम् एव अवधानम् अवधानेन सह इति सावधानम् इति पदं भवति किन्तु तद्धित् प्रत्ययः अस्ति तत्र तल् प्रत्ययान्तं रूपम् अस्ति सावधानता मधुरता इव सावधानता इति पदम् अत्र दत्तमस्ति अपि च अत्र वाक्यम् इति पदमस्ति वाक्यम् इति वच् धातोः रूपं वाक्यं तत्र साधारणतया वाक्यम् इत्युक्ते पदसमुदायः पदसमुच्चयः समुच्चयः इत्युक्ते ग्रूपिङ्ग् पदसमुदायः पदसमुच्चयः इति भवति साधारणतया व्याकरणलोके वाक्यम् इत्युक्ते सुबन्तानां तिङ्गन्तानां समूहः एव वाक्यं तत्र सुबन्तानां तिङन्तानां पदसंज्ञा अस्ति तयोः द्वयोः समूहः अथवा समुदायः एव वाक्यम् इति अस्ति अमरकोशे एकं वाक्यमस्ति तिङ् सुबन्तचयो वाक्यम् तिङ् सुबन्तचयः वाक्यम् इत्युक्ते तिङन्तानां सुबन्तानां समुदायः एव वाक्यं प्रथमं वाक्यं करोतु भगिनि क्रियापदस्य विभज्यप्रयोगे कर्मपदं अर्जुनम् इति षष्टि उपदेशम् इति अर्जुनस्य षष्टिविभक्तिरूपं भवति किम् उपदेशं करोति अत्र उपदेशमिति कर्मपदं भवति अर्जुनम् इति षष्टिविभक्तिरूपं द्वितीयविभक्ति पञ्च षष्टिविभक्तिरूपं भवति कृष्णः अर्जुनस्य उपदेशं करोति अर्जुनस्य उपदेशं करोति अत्र उपदेशः इति पदमस्ति अत्र कृष्णः इत्यस्य गीतायां कृष्णस्य अन्यनाम अस्ति हृषीकेशः अर्जुनस्य नाम अस्ति गुडाकेशः गुडाकेशः इत्युक्ते इन्द्रियनिग्रहम् अस्ति तदेव गुडाकेशः तत्र गुडाकम् इत्युक्ते निद्रां जितवान् सः निद्रां जितवान् अथवा निद्रां जितवान् इति पदस्य प्रसङ्गे अन्यत् पदमपि योजयितुं शक्नुमः कथम् इत्युक्ते जितनिद्रः इति पदं योजयितुं शक्नुमः जितनिद्रः इत्युक्ते यः निद्रां जितवान् सः तत्र बहुव्रीहिसमासं कृत्वा जितनिद्रः इति पदमपि अस्ति गुडाकेशः इत्युक्ते गुडाकानाम् ईशः इति विग्रहवाक्यं भवति तथा एव हृषीकेशः हृषीकम् इत्युक्ते इन्द्रियम् इत्युक्ते यस्य निग्रहणे इन्द्रियाणि सन्ति सः एव इन्द्रिय हृषीकेशः इति पदमस्ति किन्तु अत्र गुडाकेशः हृषीकेशः अनयोः विशिष्ट अर्थः अस्ति इति अस्माभिः स्मर्तव्यं वदतु भगिनि एकसन्देहः अर्जुनस्य उपदेशं करोति षष्टिविभक्ति किमर्थं डोण्ट् वि यूस् चतुर्थी विभक्ति टु हि डस् उपदेश टु अर्जुन सम्प्रदानकारक न वा नास्ति अत्र अत्र किमस्ति इत्युक्ते अत्र अर्जुनाय उपदेशं ददाति अस्ति चेत् इति धन्यवादः उत्तमम् अत्र अर्जुनस्य अन्यनाम अस्ति ऐन्द्रः ऐन्द्रः इत्युक्ते इन्द्रस्य पुत्रः ऐन्द्रः अस्ति तदनन्तरं द्वितीयं वाक्यमस्ति अधुना गोमती भगिनी भवती पठतु धन्यवादः पठतु प्रबन्धज्ञाः प्रबन्धज्ञाः गीताख्यानं शृण्वन्ति प्रबन्धतज्ञाः गीतायाख्यानस्य श्रवणं कुर्वन्ति प्रबन्धतज्ञाः प्रथमा विभक्ति बहुवचनं गीताख्यानं कर्मपदं शृण्वन्ति क्रियापदं शृणुधातु प्रथमपुरुष बहुवचनं प्रबन्धतज्ञाः धातुः किम् उक्तवती श्रुधातु पादिगणे श्रुधातु श्रुधातु उत्तमं श्रुधातोः प्रसङ्गे किं स्मर्तव्यम् इत्युक्ते श्रुधातुः शृणोमि इति लेखनसमये ऋकारः लेखनीयः अत्र श्रुवः सृच इति सूत्रेण तत्र ऋकारः आयाति किन्तु अत्र श्रवणम् इति ल्युडन्तपदमस्ति इति कृत्वा तत्र धातोः मूलरूपमेव अत्र दृश्यते प्रबन्धतज्ञाः कोऽपि वदति वा प्रबन्धतज्ञाः इत्युक्ते एस्से क्रिटिक् इति भगिनी प्रबन्ध इत्युक्ते एस्से लेखनम् इति भवति भवितुम् अर्हति तज्ञाः इत्युक्ते तस्य ज्ञानम् अस्ति अत्र अहं चिन्तयामि प्रा उपसर्गपूर्वकः बन्धधातोः रूपमेव प्रबन्धः प्रबन्धः इत्युक्ते ग्रन्थः अथवा रचना इति अर्थः अस्ति यः प्रबन्धं जानाति सः प्रबन्धज्ञः प्रबन्धज्ञः इत्युक्ते यः प्रबन्धं जानाति सः प्रबन्धज्ञः किन्तु अत्र किं दत्तमस्ति प्रबन्धतज्ञः लिखितमस्ति इत्युक्ते प्रबन्धज्ञः इत्युक्ते यः प्रबन्धं जानाति सः प्रबन्धज्ञः कथम् इत्युक्ते शास्त्रज्ञः अल्पज्ञः सर्वज्ञः तत्त्वज्ञः इत्यादीनि अन्यानि पदानि सन्ति सर्वज्ञः इत्युक्ते सर्वं जानाति अल्पज्ञः अल्पं जानाति तत्त्वज्ञः इत्युक्ते तत्त्वं जानाति शास्त्रज्ञः इत्युक्ते शास्त्रं जानाति तत्र जानाति इत्यस्मिन् अर्थे अन्यत् पदमपि योजयितुं शक्नुमः कथमित्युक्ते शास्त्रज्ञः इत्यस्मिन् स्थाने शास्त्रवित् इति पदमपि योजयितुं शक्नुमः प्रबन्धतज्ञः इति लिखितमस्ति अहं चिन्तयामि तस्य अर्थः तु किञ्चित् भिन्नः अपि च व्याख्यानम् इति पदमस्ति व्याख्यानम् इति ल्युडन्तपदं वि उपसर्गपूर्वकः आ उपसर्गपूर्वकः ख्या धातुतः ल्युट् प्रत्ययस्य योजनेन व्याख्यानम् इति पदमस्ति साधारणतया वयं कुर्मः वदतु भगिनि तज्ञाः व्याख्यानं शृण्वन्ति आर् शुड् इट् बि निच् लैक् श्रावयन्ति दे यूजुवलि तज्ञाः गिवन् प्रवचनं ये जनाः तज्ञः अस्ति ते जनाः फ्लुएण्ट् अथवा फ्लुएण्ट् एक्स्पर्ट्स् करेक्ट् प्रवीणः प्रवीणाः सन्ति. अत्र प्रबन्धज्ञः इत्युक्ते प्रवीणाः इति अर्थः वा? तज्ञः इति प्रवीणः. Those who are expert in that field are called tajñah. Tajñah, astu. Ichuktatra gītavyākhyānam śruṇvanti, prabandha-tajñāha gītavyākhyānasya śravanam kurvanti. Ichukta bhinnaritya kriyāpadasya vibhāgam kṛtvā vadāmaschet tadha bhavati. Atra vyākhyānam, sādhāraṇam padameva, commentary, ākhyānam, anyat padamapi vayam jānimaha eva, upākhyānam. आख्यानम् उपाख्यानम् इत्युक्ते उपसर्गस्य भेदेन एतानि पदानि निष्पन्नानि भवन्ति इति विषयः. एवमेव इत्यस्मात् आरभ्य सूर्यकुमारी भगिनी भवती पठतु. हा भगिनी, स्थापयति, स्थापनं करोति. रथं स्थापयति, रथं स्थापयति क्रियापदविभजनेन स्थापनं करोति, रथस्य स्थापनं करोति. रथम् इति आवरणे दत्तमस्ति, लिङ्गं किम्? रथः रथः इति पुंलिङ्गपदमस्ति तत्र. अपि च स्थापयति इत्यस्मिन् प्रसङ्गे किञ्चित् वदतु. निज स्थापयं करोति यः. नो चेत् तत्र वेदा भगिनी भवती वदतु, स्थापयति इति कीदृशं पदं? स्थादातु निजन्तपदमस्ति, स्थापयतु, स्थापयतु. उत्तमम्. अत्र स्थाधातोः रूपमेव स्थापयति. अत्र स्थाधातोः सामान्यरूपं तिष्ठति, तिष्ठति इति सामान्यलट्रूपमस्ति. किन्तु अत्र निजन्तप्रयोगः कृतः, तत्र स्थापयति. ये ये जनाः व्याकरणवर्गं गच्छन्ति ते सर्वे जानन्ति एव, अर्ति ह्रीव्लि क्नुयि क्ष्मायातां पुङ्णौ इति सूत्रेण पुगागमः भवति. आकारान्तधातूनां प्रसङ्गे स्थाधातुः आकारान्तधातुः, आकारान्तधातूनां कृते निजन्तप्रयोगे पुग् आगमः भवति, पुक् आगमः भवति. पुक् आगमः इत्युक्ते पकारः श्रूयते. दापयति, दापयति, स्था स्थापयति, एतादृशरीत्या रूपाणि भवन्ति. अत्र वाक्यस्य परिवर्तनं कृत्वा वदामश्चेत् रथस्य स्थापनं करोति. स्थापनं कीदृशं पदं? पदं वा? ल्युट् प्रत्ययान्तरूपं. रथः इति पुंलिङ्गपदं. यस्य रथः अस्ति सः रथी. तत्र रथः इति पदम् अकारान्तपुंलिङ्गपदं, किन्तु रथी इति पदं नकारान्तपदं. सारथिः इति हरिशब्दवत् इकारान्तपुंलिङ्गपदं भवति इति विषयः. अग्रिमं वाक्यं पठतु. भेरीं वादयति, वादनं करोति, वादनं करोति. कथं वक्तव्यं परिवर्त्य? वैर्याः भेरी षष्ठी विभक्ति वैर्याः, भेर्याः, भेर्याः, क्षम्यतां, भेर्याः. अत्र भेरीम् इति आवरणे दत्तमस्ति, प्रथमान्तं रूपं किम्? प्रथमरूपं भेरी, भेरी. अत्र वादयति कीदृशं पदम्? निजन्तपदं, निजन्तपदम्. अत्र गीताञ्जलि भगिनी एकवारं वदतु, वादयति इत्यस्मिन् प्रसङ्गे. वद् धातुतः आयाति, अत्र णिच् प्रत्यय प्रथमः तु, तदनन्तरं शप् प्रत्यय आयाति वादयति इति निजन्तरूपं भवति णिजन्तरूपम् उत्तमम्. अत्र वदति वदति इति पदमस्ति साधारणलट् रूपं, किन्तु णिजन्तरूपम् अस्ति इति कृत्वा वादयति, भेरीं वादयति. वयं सर्वे जानीमः एव वादनं, मृदङ्गवादनम् इति, तत्र वादनम् इति ल्युडन्तपदमस्ति. वद् धातोः रूपमेव, ल्युट् प्रत्ययान्तरूपं वादनं, भेर्याः वादनं, रथस्य स्थापनम् इत्युक्ते तत्र षष्टिविभक्तेः प्रयोगः अस्ति, अपि च ल्युडन्तपदमपि अत्र दत्तमस्ति. स्थापनं, वादनं, विभजनं, विदारणम् इत्यादीनि पदानि ल्युडन्तपदानि. अत्र भेरी इति पदमस्ति. भेरी इति शब्दस्य अर्थः कः इति दृष्टवती अहं. बिभ्यति शत्रवः अस्याः, इत्युक्ते अस्याः ध्वनिना शत्रवः बिभ्यन्ति इति दत्तमस्ति. यः वादनं करोति सः वादकः, वादकः भेरीं वादयति. अत्र वादकः इति णुवल् प्रत्ययान्तरूपं. वादकः भेर्याः वादनं करोति. साधारणतया वदामश्चेत् वादयति इति क्रियापदमस्ति. क्रियापदस्य विभजनं कृत्वा वदामश्चेत् तस्य रूपं वादनं करोति इति भवति. गीताञ्जलि भगिनी, भवती पठतु अग्रिमं वाक्यम्. आं भगिनि, हृदयं विदारयति. कृष्णः हृदयं विदारयति. हृदयं तु नपुंसकलिङ्गं पदं. विदारयति अपि निजन्त अस्ति. तदनन्तरं परिवर्तनं कृत्वा कृष्णः हृदयस्य विदारणं करोति. विदारणं तु ल्युडन्त सर्वदा नपुंसकलिङ्गम् एव भवति. हृदस्य षष्टि एकवचन, हृद अकारान्त नपुंसकलिङ्गं पदस्य. अत्र विदारयति वि उपसर्ग अस्ति. दृ धातु अस्ति भगिनि, न सम्यक्तया तु न जानामि. अत्र तदेव इत्युक्ते अत्र अहं वि उपसर्गपूर्वकः दीर्घरूकारान्तधातुः दृ, द्रू इति दीर्घरूकारान्तधातुः अस्ति. तत्र दृणाति इति रूपं, लट्लकाररूपं दृणाति, क्रयादिगणीयधातुः अस्ति. तत्र तस्य रूपमेव विदारयति. विदारयति इति णिजन्तरूपम् अस्ति. अत्र हृदयम् इत्यस्मिन् अर्थे एव अन्यत् पदमस्ति, हृत् अथवा हृद् वा पदान्तस्य इत्यनेन हृत् हृद् इति रूपद्वयं सिद्ध्यति. तत्पदं हलन्तपदं, तत्र दकारान्तपदं हृत् इति पदमस्ति. अत्र किम् अस्ति विदारणम् इत्युक्ते हृदयविदारणं, हृदयविदारकदृश्यम् इति वयं साधारणतया शृणुमः. एतावत् हृदयस्य भेदनं, हृदयस्य विदारणम् इति अस्ति. अग्रिमं वाक्यं. कृष्णः इन्द्रियाणि प्रेरयन्ति. परिवर्तनं कृत्वा कृष्णः इन्द्रियाणां प्रेरणं कुर्वन्ति. अत्र कृष्णः इति पदं किमर्थम्? उपरि तु कृष्ण एव दत्तं. कृष्णः कर्षयति इति कृष्ण. अत्र कृष्णः इति पदं, कृष्णः इति पदं कर्तृपदं भवति वा एतेषु वाक्येषु? आं भगिनि. ओ साधु नास्ति भगिनि, उपरि दत्तं न कृष्णः. इन्द्रियाणि प्रेरयन्ति, तत्र वाक्यं साधु नास्ति. कृष्णः इन्द्रियाणि प्रेरयन्ति, तत् वाक्यं साधु नास्ति भगिनि. इन्द्रियाणि प्रेरयन्ति तदेव वाक्यम्. इन्द्रियाणि तु नपुंसकलिङ्गं पदम् अत्र कर्मपदं बहुवचनरूपम् इन्द्रियाणि प्रेरयन्ति विभजनं कृत्वा प्रेरणं कुर्वन्ति प्रेरणं लुडन्तरूपं यदि लुडन्तरूपं योजयामश्चेत् इन्द्रियाणां प्रेरणं कुर्वन्ति इन्द्रियाणां षष्ठी प्रथमा षष्ठी एकवचनरूपं प्रेरणं कुर्वन्ति वदतु भगिनि हा क्षम्यतां भगिनि प्रेरयन्ति तु अहं न जानामि किञ्चित् सम्यक्तया कथं तत् पदस्य निष्ठा अत्र पश्यतु प्रथमं वाक्यं पश्यामश्चेत् कृष्णः रथं स्थापयति इति तत्र वाक्यं साधु एव कृष्णः रथस्य स्थापनं करोति अथवा कृष्णः भेरीं वादयति तत्र कर्तृपदं साधु एव अत्र अस्मिन् वाक्ये केवलं कर्तृपदं नास्ति चेदपि वाक्यं साधु एव इन्द्रियाणि प्रेरयन्ति भगिनि कृष्णः अर्जुनं प्रेरयति किन्तु अस्मिन् वाक्ये इन्द्रियाणि प्रेरयन्ति तद् वाक्यं साधु एव इन्द्रियाणि कर्तृपद भवति किल भवितुम् अर्हति इन्द्रियाणि एव कर्तृपदं भवति अपि कण्ठनादः हृदयं विदारयति इति भवति किल हृदयं विदारयति हृदय एव किं विदारयति कण्ठनादः परिवर्तनं हृदयस्य विदारणं करोति विदारणं करोति कः करोति इति प्रश्नम् उद्भवति कृतङ्कनादः वि केन् से नो इन् द बिगिनिङ्ग् आफ् कुरुक्षेत्र वार् एव्रीबडि ब्लोस् देयर् कान्शियस् अथवा भिन्नरीत्या चिन्तयामश्चेत् यत्र कुत्रापि निजन्तपदमस्ति चेत् साधारणतया निजन्तपदमस्ति चेत् तत्र सर्वदा कर्मपदं सम्भवति एव यद्यपि सः धातुः अकर्मकधातुः अस्ति चेदपि अकर्मकधातूनां निजन्तरूपाणि अपि कर्मपदं स्वीकर्तुं शक्नुवन्ति अत्र स्थापयति इति निजन्तरूपमस्ति वादयति निजन्तरूपं विदारयति इति अपि निजन्तरूपमस्ति इति कृत्वा तस्मिन् वाक्ये पृथक्तया कर्मपदम् अपि च कर्तृपदं सम्भवति मन्ये भगिनि कृष्णः अर्जुनस्य हृदयस्य विदारणं करोति इति मन्ये अहं समीचीनं नास्ति भगिनि साधु नास्ति साधु एव अपि च इन्द्रियाणि सः इन्द्रियाणि ते इन्द्रियाणि प्रेरयन्ति तथा नास्ति इन्द्रियाणि प्रेरयन्ति इन्द्रियाणि प्रेरयन्ति इति वाक्यं यथावत् तत्र साधु एव किन्तु परिवर्तनं कृत्वा चेत् तु इन्द्रियाणां प्रेरणं कुर्वन्ति इत्युक्ते इन्द्रियाणां प्रेरयन्ति प्रश्न उदेति कः कः कः इन्द्रियाणां प्रेरणं कुर्वन्ति इति एकं प्रश्न उदेति विषयाः किन्तु अहम् ऐ थिङ्क् शी इस् सेयिङ्ग् तत्र युद्धसमये तानि सर्वाणि युद्धसम्बन्धे सन्ति किल अतः तत्र भेरी नादानि एव इन्द्रियाणि प्रेरयन्ति युद्धं कर्तुम् उत्सुकाः भवन्तु इति किन्तु मम आशयः तु भगिनी लता भगिनी यद् उक्तवती तत् साधु इति मन्ये किमर्थं चेत् विषयाः इन्द्रियाणि प्रेरयन्ति इति सामान्यतया तत्र युद्धसन्दर्भः अस्ति इति चिन्तित्वा अहम् उक्तवती उत्तमं युद्धसमये अपि तत्र स्थिताः योधाः दृष्ट्वा प्रेरणं भवति किल टु फैट् एण्ड् शङ्खनादं श्रुत्वा दृष्ट्वा एण्ड् सो इन्द्रियाणि मेनि इन्द्रियाणि गेट् इन्स्पैर्ड् बै द वेरि दृश्य बै द शब्दास् देर् लैक् देट् आफ् कोर्स् वाट् यु टोल्ड् इस् आल्सो करेक्ट् या किमपि अत्र प्रेरणं प्रेरणम् इति पदमस्ति अत्र प्रेरयन्ति इति पदमस्ति प्र उपसर्गपूर्वकः तत्र ईर् इति धातुः अस्ति ईर् धातोः रूपमेव तत्र प्रेरयति इति भवति प्रेरणम् इति पुनः संस्कृते प्रेरेपणं पदः अपि अस्ति वा कन्नड विषये प्रेरेपिसिदरो दीर्घ ई वा ईर् धातुः गण कस्य गणस्य ईर् इत्युक्ते प्रेरणार्थक् अर्थः भगिनि न जानामि अहं तत्र प्रा उपसर्गपूर्वकः ईर् धातोः रूपमेव अपि च अग्रिमं वाक्यं सुजाता भगिनी भवती पठतु धन्यवादः भगिनि सुजाता भगिनी आं भगिनि आं भगिनि पठतु कुरुक्षेत्रं प्रविशति कुरुक्षेत्रं नपुंसकलिङ्गमस्ति प्रविशति प्रा उपसर्ग विष् धातुः विष् धातुः अस्ति तस्य परिवर्तनं कृत्वा वदतु प्रवेशं करोति पूर्णतया परिवर्त्य वदतु कुरुक्षेत्रस्य कुरुक्षेत्रस्य प्रवेशं करोति उत्तमं कुरुक्षेत्रम् इति समस्तपदमस्ति तत्र विग्रहवाक्यं वदामश्चेत् कुरूणां क्षेत्रम् इति अस्ति चेत् षष्टितत्पुरुषसमासः भवति किन्तु अहं भिन्नरीत्या दृष्टवती कुरुदेशान्तर्गतं क्षेत्रं कुरुदेशान्तर्गतं क्षेत्रम् इति विग्रहवाक्यं वदामश्चेत् तत्र पुनः मध्यमपदलोपी भवति कुरुदेशान्तर्गतम् अत्र अन्तर्गतम् इति नूतनं पदं मध्ये विग्रहवाक्ये आयाति चेत् तत्र मध्यमपदलोपी कर्मधारयः भवति तत्र क्षेत्राणि तत्र णत्वं भवति प्रा उपसर्गपूर्वकः विष् धातोः रूपमेव विशति अत्र विष् धातुः हलन्तधातुः हलन्तधातुः किन्तु उपधायां ह्रस्व इकारः अस्ति इत्युक्ते इदुपदधातुः अस्ति परन्तु अयं धातुः दुदादिगणे अस्ति इति कृत्वा तत्र गुणकार्यं न भवति यदि सः एव धातुः भुवादिगणे अस्ति चेत् हलन्तधातुः उपधायाम् इकवर्णः अस्ति चेत् गुणकार्यं भूत्वा वेश् भवति तथा भवति किन्तु अयं धातुः तुदादिगणे अस्ति इति कृत्वा गुणकार्यम् अभूत्वा अत्र केवलं विशति इति रूपं सिध्यति प्रविशति इति क्रियापदं प्रविशति इत्युक्ते प्रवेशं करोति अत्र पश्यन्तु स्थापनं वादनं स्थापनं विदारणं प्रेरणम् एतानि ल्युट् प्रत्ययान्तरूपाणि किन्तु अत्र प्रवेशः इति पदमस्ति प्रवेशः विष् धातोः भञ्यन्तरूपं वेशः प्रवेशं करोति किन्तु अत्र भिन्नरीत्या किमर्थं वाक्यं लिखितमस्ति इति किञ्चित् चिन्तनीयमस्ति इत्युक्ते भगिनि वदतु गायि अत्र न भवति भगिनि प्रवेश भवती उक्तम् प्रापूर्वक विष् धातु गाय् प्रत्यय अत्र गाय् इति सूत्रेण वृद्धिः न भवति भगिनि अत्र वृद्धिः इत्युक्ते वृद्धिसंज्ञकवर्णः कः? इकारस्य वृद्धिसंज्ञकवर्णः ऐकारः, किन्तु अत्र गुणः तदेव अहं पश्यामि. इकारस्य गुणसंज्ञकवर्णः एकारः. प्रवेशः इति पदं दत्तमस्ति. अपि च अत्र अग्रिमं वाक्यं भगिनि, भगिनि एकनिमिषः. पूर्वे दत्तपदं प्रेरणा किल, तत्र प्र प्लस् ईर् धातोः अर्थं गतौ एण्ड् कम्पने टु मीनिङ्ग् दत्तम् अत्र. कम्पने विल् बि सूटबल् हियर् ऐ थिङ्क्. प्रेरणं बिकास् आल् दोस् इन्द्रियाणि प्रेरणं करोति किल, देन् कम्पनं भवति शरीरे. किमपि इत्युक्ते अत्र प्रेरणम् इत्युक्ते प्रचोदनं. प्रचोदनं करेक्ट् करेक्ट्. प्रचोदनं दातु कम्पने मीनिङ्ग् अत्र प्रसक्तिः भवति. अत्र ईर्धातुः चुरादिगणे अस्ति वा इति द्रष्टव्यम्. अदादि सकर्मक अष्टाध्यायी मध्ये दृष्टवती अहम्. ईर् इत्युक्ते आत्मनेपद, ईर्ते ईराते ईरते लैक् दट् इट् गोस्. चुरादिगणे अपि अस्ति भगिनि, चुरादिगणे अपि अस्ति. चुरादिगणे तस्य रूपं किम् अस्ति भगिनि? चुरादिगणे, चुरादिगणे ईरयति अपि ईरति अपि अस्ति, परन्तु तस्य अर्थः भिन्नः भवति. अर्थः तु टु थ्रो, द्वे गणे अपि थ्रो इति अस्ति, किन्तु किन्तु इत्युक्ते अत्र चुरादिगणे अपि अस्ति इत्युक्ते धातुपाठं दृष्ट्वा एव वयं ज्ञातुं शक्नुमः समीचीनतया. अस्तु, धन्यवादः. अन्तिमं वाक्यं जयम् उद्घोषयति. जयं जी धातु अस्ति. जयं भवादिगणे अस्ति. जी धातोः रूपमेव जयः. जी धातोः लट्लकाररूपं जयति. अत्र कर्मपदमस्ति जयम्. उद्घोषयति, उद्घोषयति इति पदम् उत् उपसर्गपूर्वकः घुष् धातोः रूपम्. घुष् धातुः निजन्त अस्ति. उत्तमम्. अत्र घुष् धातोः रूपमेव घोषति इति अस्ति, किन्तु अत्र निजन्तरूपम् अस्ति उद्घोषयति. उद्घोषयति इत्युक्ते मेकिङ्ग् सौण्ड्. जयस्य उद्घोषणं करोति. जयस्य उद्घोषणं करोति. अधुना अहं कानिचन वाक्यानि वदामि. यदि भवन्तः इच्छन्ति चेत् केवलं पञ्चनिमेषपर्यन्तं कानिचन वाक्यानि वदामि, किञ्चित् परिवर्त्य वदन्तु. अत्र मम पार्श्वे कानिचन वाक्यानि सन्ति. इत्युक्ते अहं प्रथमतया लट्लकाररूपम् उपयुज्य वाक्यं वदामि, भवन्तः क्रियापदस्य विभज्यप्रयोगं कृत्वा परिवर्त्य वदन्तु. अहं रहस्यम् उद्घाटयामि. उत्तमम्. अहं सज्जनं सत्करोमि. अहं सज्जनस्य करोमि. उत्तमम्. अधुना धन्यवादः भगिनि. भूमा भगिनी भवती वदतु. अहं वस्त्राणि प्रक्षालयामि. अहं वस्त्राणि प्रक्षालयं करोमि. अहं वस्त्राणि प्रक्षालयं करोमि. वियोगं दूरवाण्याः एकमेव वदतु, न शृणोमि. भगिन्याः सम्पर्कमाध्यम माध्यमस्य भग्नम् अभवत्. भगिनी तत्र असम्पर्कम् अभवत्. अधुना श्रूयते वा? शुभदा भगिनी एकवारं वदतु. अहं धनम् अर्जयामि. अहं धनस्य अर्जनं करोमि. वेदा भगिनी भवती वदति वा? अत्र अहं मित्रम् आह्वयामि. अहं मित्रस्य आह्वानं करोमि. आह्वानं करोमि. अहं ग्रन्थं पठामि. अहं ग्रन्थस्य पठन ग्रन्थस्य पठनं करोमि. अत्र अहं गीतां पठामि. अहं गीतायाः गीतायाः पठनं करोमि. गीतायाः पठनं करोमि. अहं धनं सङ्गृह्णामि. अहं धनस्य सङ्ग्रहणं करोमि. उत्तमम्. अहं गृहस्य सम्मार्जनं करोमि इति वाक्यमस्ति चेत् अहं गृहस्य सम्मार्जनं करोमि. अहं गृहं सम्मार्जयामि. अहं पुस्तकम् अन्वेषयामि. पुस्तकस्य अन्वेषणं करोमि. अहं श्लोकस्य अनुवादं करोमि. अहं श्लोकम् अनुवादयामि इति अनुवादयामि इति भवति. तत्र अनुवादः इति पदमस्ति. श्लोकस्य अनुवादं करोमि, तस्य रूपं श्लोकम् अनुवादयामि. बहवः जनाः अनुकरणं कुर्वन्ति. बहवः जनानाम् जनानाम् अनुकरणं भवति. इत्युक्ते तत्र बहवः जनाः अन्येषां जनानाम् अनुकरणं कुर्वन्ति. अत्र बहवः जनाः वदतु. अत्र बहवः जनाः अनुकुर्वन्ति. अनुकुर्वन्ति. उत्तमं. बहवः जनाः अन्यान् अनुकुर्वन्ति. अन्यान् अनुकुर्वन्ति. तादृशरीत्या लट्लकारं रूपमस्ति चेत् तत्र तस्य क्रियापदस्य विभजनं कृत्वा विभागं कृत्वा भिन्नरीत्या पृथक्तया लेखितुं शक्नुमः. अन्यानि वाक्यानि अपि सन्ति मम पार्श्वे. अहं पाठं परिशोधयामि. पाठस्य परिशोधनं करोमि. अहं मुखस्य अलङ्करणं करोमि. अहं मुखम् अलङ्करोमि. उत्तमम्. अहं मुखम् अलङ्करोमि. कार्यक्रमस्य उद्घाटनं भवति. कार्यक्रमम् उद्घाटयामि. महिलाः प्रतिभां प्रदर्शयन्ति. एकवारं पुनः वदतु भगिनि. महिलाः प्रतिभां प्रदर्शयन्ति. महिलाः प्रतिभां प्रदर्शयन्ति. महिलाः प्रतिभायाः प्रदर्शनं कुर्वन्ति. वदतु महिलाः प्रदर्शनं कुर्वन्ति आम् साधु साधु प्रतिभायाः प्रदर्शनं कुर्वन्ति एतादृशानि वाक्यानि वयं लेखितुं शक्नुमः अत्र अन्यानि वाक्यानि भवन्तः सर्वे चिन्तयन्तु अन्यानि वाक्यानि भवन्तः सर्वे लिखन्तु अत्र स्थगयामः सर्वेषां धन्यवादः